श्रीमद्भगवद्गीताभाष्यम् नारायणपरो व्यक्तादण्डमुक्तसम्भवम् अण्डस्यान्तस्मै लोकाः सप्तद्वीपा च मेदिनि. स भगवान् सृष्ट्वा इदं जगन् तस्य च स्थितिं चिकीर्षुः मरीच्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्मं ग्राह्यामास वेदोक्तम्. ततो अन्यांश्च सनकसनन्दनादीन् उत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राह्यामास. द्विविधो हि वेदोक्तधर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च. तत्रैको जगतः स्थितिकारणं प्राणिनां साक्षात् अभ्युदयनिश्चयस्य हेतुः यः स धर्मः ब्राह्मणाद्यैः वर्णभिः आश्रमभिश्च शयोर्तिभिः अनुष्ठीयमानः. दीर्घीणकालेन अनुष्ठातॄणां कामोद्भव हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे प्रवर्धमाने च धर्मे जगतः स्थितिं परिपिपालयिषु स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्राह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन किल सम्बभूव. ब्राह्मणत्वसि रक्षणं रक्षितस्य वैदिको धर्मः तदधीनत्वाद्वर्णाश्रमभेदान्. स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य अजो अव्ययो भूतानाम् ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावपि सन् स्वमाया देहवानिव जातैव च लोकानुग्रहं कुर्वन्निव लक्षते. स्वप्रयोजनाभावेऽपि भूतान् जुगृक्षया वैदिकं हि धर्मद्वयम् अर्जुनाय शोकमोहमहोदधो निम्नायोपदिदेश गुणादिकैर्हि गृहीतो अनुष्ठीयमानस्तु धर्मः प्रचयं गमिष्यतीति. तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैः उपनिबबन्ध. तदिदं गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणाय अनेकैः विवृतपदपदार्थवाक्यार्थन्यायमपि अत्यन्तविरुद्ध अनेकार्थत्वेन लौकिकैः गृह्यमाणमुपलभ्यहं विवेकतो अर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि. तस्य असि गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्यन्तपरमलक्षणम् तच्च सर्वकर्मसन्न्यासपूर्वकाद् आत्मज्ञाननिष्ठारूपाद्धर्मात् भवति. तथा इममेव गीतार्थधर्मम् उद्दिश्य भगवता एव उक्तं स हि धर्मस्वपर्याप्तो ब्रह्मणपदवेदने इति अनुगीतासु. तत्रैव च उक्तं नैव धर्मी न चाधर्मी न चैव हि शुभाशुभे यस्यादेकासने लीनः तूष्णीं किञ्चिदचिन्तयन् ज्ञानं सन्न्यासलक्षणमिति च. इह अपि च अन्ते उक्तम् अर्जुनाय सर्वधर्मान् प्रत्यज्य मामेकं शरणं व्रज इति. अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मः वर्णानाश्रमांश्च उद्दिश्य वीतः स च देवादिस्थान् प्राप्तिहेतुरपि सन् ईश्वरात्मबुद्धि अनुष्ठीयमानः सत्त्वशुद्धये भवति फलापि सन्धिवर्जितः. शुद्धसत्त्वस्य च ज्ञाननिष्ठा योग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते. तथा च इममेव अर्थमभिसन्धाय वक्ष्यते ब्रह्मण्याधाय कर्माणि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये इति. इमं द्विप्रकारं धर्मं निःश्रेयस्प्रयोजनं परमार्थतत्त्वं च वासुदेवाक्यं परं ब्रह्माभिधेयीभूतं विशेषतो अभिव्यञ्जयद्विशिष्टप्रयोजनसम्बन्धाभिधेयुद्गीताशास्त्रं यतः तदर्थे विज्ञाते समस्तपुरुषसिद्धिः इत्यतः तद्विवरणे यत्नः क्रियते मया इति श्रीमद्भगवद्गीताभाष्यस्य उपोद्घातः.